अस्तु, तर्हि गतसप्ताहे प्रत्यक्षज्ञानं कथम् उदेति, प्रत्यक्षज्ञानस्य प्रक्रिया का इति दृष्टम्, अपि तु यथा इन्द्रियस्य संयोगः पदार्थेन सह भवति तदा प्रत्यक्षज्ञानं जायते इति ज्ञातम्, अपि तु प्रति इन्द्रियं विषये का स्थितिः इति अपि दृष्टम्। तर्हि सारांशत्वेन द्वे उपपत्ति एव भवति भवतः, इन्द्रियं स्वयं द्रव्यं प्रति गच्छति यथा चक्षुरिन्द्रियं तैजसम् इति कृत्वा, द्वितीयमस्ति आश्रयः इन्द्रियं प्रति गच्छति यथा रसनेन्द्रियं राणेन्द्रियं त्वगेन्द्रियविषयेषु। अयं सम्बन्धः एव स्वसंयुक्तसमवायः सम्बन्धः इति अस्ति। तर्हि श्रोत्रेन्द्रियस्य का गतिः इति अग्रे पठेम, अद्यतनविषयः अस्ति। अपि तु एकः कश्चन विशेषः अस्ति श्रोत्रेन्द्रियविषये। श्रोत्रेन्द्रियं तु आकाशीयं, स्वस्य गुणं कथं गृह्णाति अन्येषु इन्द्रियेषु किमासीत्, इन्द्रियं तु अपरस्य द्रव्यस्य गुणं गृह्णाति, परन्तु अत्र श्रोत्रेन्द्रियस्य गुणः एव शब्दः इति कृत्वा स्वस्य गुणं कथं गृह्णाति इति प्रश्नः अपि आसीत् तत्र। अस्तु, अग्रे पठेम, श्रोत्रेन्द्रियस्य वैशिष्ट्यं वयं पश्यामः अद्य। अस्तु, सरला भगिनी चित्रं पश्यति खलु, पृष्ठसङ्ख्या अस्ति 21 पुटे खलु, हा तत्र चित्रम् अस्ति, तस्य विवरणं किञ्चित् ददातु भगिनि। चित्रे तस्मात् पूर्वम् अन्य केनापि आगतं वा? वर्धिनी अस्मि भगिनि। नमस्ते भगिनि। अस्तु, हा पठतु भगिनि सरला भगिनि। कर्णम् अस्ति न अत्र क्रिया, श्रोतुः कर्णं श्रोत्रं, चक्षुर्गन्तुं न गच्छति। किं किं भगिनि पुनः न सम्यक्तया न श्रूयते। नामक्रिया, ओके, कर्णं श्रोत्रं नात्र क्रिया इति खलु, नात्र क्रिया चक्षुर्वत् गन्तुं न प्रभवति अथवा पुष्पकर्णं आगन्तुं न प्रभवति। न अत्र क्रिया मुखवचना छिन्नचाकाशकशब्द मुखम् अस्ति, इत्युक्ते श्रोत्रेन्द्रियकोणम् अस्ति तस्य अधिष्ठानं भगिनि। मैक् अस्ति वा भवत्याः पुरतः? फेड् इन् फेड् औट् इति भवति इदानीं, इदानीं श्रूयते, सम्यक् श्रूयते। हा भगिनि, धन्यवादः। अस्तु, कर्णे श्रोतृ इन्द्रियम् अस्ति, ओके, श्रोतृ इन्द्रिय चक्षु इन्द्रिय इव बहिर्न गच्छति वक्तु प्रति वा, अपि यदि वक्तुः मुखम् अभिघातः शब्दं वदति तस्मात् कोऽपि पुष्पकर्ण इव घ्राण इन्द्रिय इव त तत्र श्रोतृ इन्द्रिय प्रति द्रव्य द्रव्यस्य करणा न आगच्छति अपि. सो न श्रोतृ इन्द्रिय गच्छति न द्रव्यं प्राप्नोति. सो एतत् क्रिया प्रक्रिया न भवति. शब्द शब्द च प्राप्य अर्थम् सो यदि मुख अभिघातं मुख वक्तुः मुख अभिघाते शब्द जनयति तत्र शब्दस्य आश्रय अस्ति आकाश. सो आकाश विभुत्वात् शब्द श्रोतृ प्रति न गच्छति. अपि श्रोतृ इन्द्रिय तस्य श्रोतृ इन्द्रिय आकाशम् इति अस्ति. सो तस् आकाशात् विभूत्वात् श्रोतृ इन्द्रियं बहिर्न गच्छति. अपि शब्द गुण अस्ति. गुणत्वात् शब्द अपि क्रिया शब्दे अपि क्रिया नास्ति. तो एतत् प्रक्रिया यथा चक्षुरिन्द्रियम् अस्ति चक्षुरिन्द्रियं बहिर्गच्छे गत्वा द्रव्यं प्रति संयोग करोति तस् प्रक्रिया श्रोतृ इन्द्रिय श्रोतृ इन्द्रिये नास्ति. अपि यथा रसेन्द्रिये घ्राणेन्द्रिये द्रव्यम् आगत्य रसेन्द्रियस्य अधिष्ठानं संयोग कृत्वा तत् समवायसम्बन्धेन स्वसंयुक्तसमवायसम्बन्धेन सम्पर्कं करोति इन्द्रियसहित तत् अपि न भवति अत्र श्रोतृ इन्द्रिये. हाँ समीचीनम्. इति स्थितिः अत्र शब्दविषये स्वसंयुक्तसमवायसम्बन्धः इति यः सम्बन्धः अन्येषु इन्द्रियेषु वर्तते तादृशसम्बन्धः अत्र नास्ति. अस्तु तर्हि किं समाधानम् इति अग्रे पठेम. राजेन्द्रमहोदयः. आं भगिनि. तथा प्रयन्तं वा अतः शब्दविशब्दं न्यायिकाः वैशेषिकाश्च अङ्गीकुर्वन्ति. कथं तेन शब्दप्रत्यक्षम् इति चेत् उच्यते कण्ठताल्लादिविघातेन यन्मुखदेश अवच्छेदेन आकाशे यः शब्दः उत्पद्यते सः स्वं परितः सर्वासु दिशु दश शब्दान् उत्पादयति. ते अपि च उत्पन्नाः सन्तः अग्रिमक्षणे स्वस्य दशसु दिशु दश शब्दान् उत्पादयन्ति. एवं क्रमेण अनेकेषु शब्देषु उत्पन्नेषु कश्चित् शब्दः श्रोतुः कर्णदेशे अपि उत्पद्यते. अतः तस्य समवायपर्यन्तं महोदय कृपया उत्पद्यते इति पर्यन्तं कृपया तावत्पर्यन्तम् अस्तु. कथम् इदानीं भगिनी यथा उक्तवती तत् श्रोतृ इन्द्रिया तु न कुत्रापि न गन्तुं न शक्नोति. तथापि तत्रापि शब्दः यथा पुष्पकण्व ग्राणिन्द्रियं प्रति वायुना आगच्छति तत् तादृशी तत् कोऽपि क्रिया न भवति. तथा कथं शब्दः मुखावच्छिन्न आकाशे उत्पन्नः भवति तत् शब्दः कथं श्रोतृन्द्रियं प्रति श्रोतृन्द्रियं प्रति आगच्छति कथं श्रोतृन्द्रियं शृणोति शब्दम् इत्युक्ते जायते अत्र न्यायिकाः वैशेषिकाश्च किं कुर्वन् आसन् ते तत् शब्दं किञ्चित् अङ्गे अङ्गीकुर्वन्ति तत् एका नूतनरीत्या तत् तत् शब्दं कोशोत् जायते तत्र किं भवति यथा कण्ठतालेन जनमुखदेश अवच्छेदेन आकाशे यथा यथा कण्ठ कण्ठताल कुत्रापि मुखे अभिघातेन जिह्वाया अभिघातेन तत्र विशेष कोऽपि विशेष विशिष्टशब्दः उत्पद्यते तत् यः शब्दः उत्पद्यते सः शब्दः स्वं परितः सर्वासु दिशु दश शब्दान् उत्पादयति शब्दः सर्वासु दिशु दश शब्दान् उत्पादयति एकः शब्दः यथा पूर्वम् आसीत् तत् ततः तत् दश शब्दान् उत्पादयति सर्वासु दिशु तत्र ये शब्दाः उत्पद्यन्ते तथा ते अपि अग्रिमक्षणे स्वस्य दशु दिशु दश शब्दान् उत्पादयन्ति एवं क्रमेण तत् अनेके अनेकेषु शब्देषु उत्पन्नेषु कश्चित् शब्दः श्रोतुकरणदेशे अपि उत्पद्यते एतत् एवं क्रमेण यथा प्रारम्भे एकः शब्दः उत्पादयति कस्मिन्नपि मुखे मुखात् सः शब्दः सर्वासु दिशु दश शब्दान् उत्पादयति ते शब्दाः शब्दः अग्रिमक्षणे स्वस्य दशु दिशु दश शब्दान् उत्पादयन्ति एवं क्रमेण अन्ततो गत्वा कश्चित् शब्दः श्रोतुः कर्णदेशे अपि उत्पद्यते अतः तस्य संवायनिसंनिष्कर्षेण प्रत्यक्षं भवति शब्दः तु पुनः अस्ति आकाशस्य तदा संवायनिष्कर्षेण सन्निकर्षेण संवाय सम्बन्धेन श्रोतु इन्द्रियेण सह सन्निकर्षेण निकटम् आगत्य तत् प्रत्यक्षं भवति शब्दस्य. किमर्थं समवायसन्निकर्षः इति? शब्दः गुणः अस्ति श्रोतेन्द्रियम् आकाशः एक एव गुणः तु समवायसम्बन्धेन द्रव्ये वर्तते. समीचीनं. गुणगुणिनोः समवायसम्बन्धः इति. समीचीनम्. अत्र स्वम् इत्युक्ते किं? सः स्वं परितः इति अस्ति. एवं तृतीयां पङ्क्त्याम् अस्ति यः शब्दः उत्पद्यते सः स्वं परितः. सः स्वं परितः इत्युक्ते शब्दः अत्र शब्दम् इति शब्दं परितः सर्वासु दिशु शब्दान् उत्पादयति. हा, दिक्षु इत्युक्ते बहुवचने अस्ति. दिशि इति एकवचनं, तस्य बहुवचनम् अस्ति दिक्षु. किमर्थं दश दिक्षु? किमर्थं दश दिक्षु इति अस्ति? दश इत्यस्य वैशिष्ट्यम् अस्ति वा? कोऽपि उक्तवान् गत सप्ताहे कक्षायां शनिवासरे न स्मरामि उपरि समीचीनमेव. सर्वासु दिक्षु इत्युक्ते प्राची, प्रतीचि, उदीचि, अपाचि इति चत्वारः. पुनः ईशान दिशि, वायुदिशि, अग्निदिशि, तदनन्तरं दक्षिणपश्चिमदिशि इति, तदनन्तरम् ऊर्ध्वम् अवाञ्छम् इति दश दिशाः भवन्ति. अस्तु, तदनन्तरं हा, समवायसन्निकर्षेण प्रत्यक्षं भवति इति. अस्तु, अग्रे सुनील् महोदय, अन्तिमं वाक्यं पठित्वा पुनः प्रक्रियायाः वर्णनं किञ्चित् करोतु महोदय। अतः तस्य समवायसन्निकषेण प्रत्यक्षं भवति। अस्यां च प्रक्रियायां न श्रोत्रे नापि मुखावच्छिन्न चिन्ननभसि क्रिया स्वीकार्या भवति इति न दोषः। मुखावच्छिन्ननभसि क्रिया स्वीकार्या भवति इति न दोषः। अत्र शब्दस्य विषये विशेष कश्चन विशेषः अस्ति नैयायिकाः तत्र कथं शब्दः गच्छति इति एव, अतः तस्य प्रत्यक्षं कथं भवति इति। यदा कश्चन वदति तस्य मुखात् शब्दः उत्पद्यते, सः शब्दः स्वं परितः सर्वासु दिक्षु पुनः शब्दान् उत्पादयति इति ते अङ्गीकुर्वन्ति। अतः पुनः दशसु दिक्षु शब्दान् शब्दाः सन्ति, ते अपि पुनः शब्दान् उत्पादयन्ति। अतः क्रमेण बहुवारं शब्दस्य उत्पादनं भूत्वा शब्दः श्रोतुः समीपं गच्छति इति तेषाम् आशयः। तादृशरीत्या एव शब्दस्य प्रत्यक्षं भवति इति नैयायिकाः वदन्ति। अत्र अस्यां प्रक्रियायां श्रोते नापि मुखावच्छिन्न नभसि क्रिया भव स्वीकार्या भवति इति न दोषः। इत्युक्ते अत्र कश्चन क्रिया स्वयं भवति इति अस्ति, अतः यः वदति ततः श्रोतुः कर्णं प्रति काचित् क्रिया भवति इति तत्र क्रियायाः स्वीकरणं करोति चेत् तत्र दोषः नास्ति इति तेषाम् आशयः। पुनः महोदय विपरीतत्वेन उक्तं भवता। अस्यां च प्रक्रियायां न श्रोत्रे नापि मुखावच्छिन्न नभसि क्रिया स्वीकार्या भवति इति न दोषः। इत्युक्ते आकाशः किल, आकाशे अत्र ओ अत्र क्रिया न भवति इति एव। क्रिया न भवति खलु, तत्तु पूर्वमेव दृष्टम् अस्माभिः। क्रियाविहीनम् इन्द्रियम् अस्ति श्रोत्रेन्द्रियम्, पुनः शब्दः अपि क्रियाविहीनः अस्ति। परन्तु अत्र एषः शब्दः स्वं परितः सर्वासु दिक्षु दशशब्दान् उत्पादयति इति अस्ति किल, तदपि क्रिया एव किल। तत्रैव किञ्चित् सन्देहः अस्ति, कथम् उत्पादनं तु क्रिया वा इति प्रश्नः। परन्तु यथा किं द्रव्यमस्ति प्रथमं, तदनन्तरमेव द्वितीयक्षणे एव गुणः उत्पादयति खलु, सा क्रिया गुणोत्पत्तिः क्रिया वा? उत्पत्तिः इति कृत्वा क्रिया वा? तद् क्रिया न, क्रिया न, तदेव अत्रापि केवलं शब्दः जन्यते, दशदिक्षु शब्दाः उत्पादयन्ति इति कृत्वा न क्रिया, क्रिया भवितुमेव न अर्हति। परन्तु कथञ्चित् शब्दान् शब्दान् जनयति. प्रत्येकं शब्दः दशशब्दान् जनयति. परन्तु तत्तु क्रियया न भवति, यतोहि अधिकरणे आकाशे क्रिया न भवितुमर्हति विभुद्रव्यम् इति कृत्वा. अपि तु शब्दे अपि गुणे अपि क्रिया न भवति खलु. गुणे अपि क्रिया न भवति. अस्तु, तर्हि किम् अस्ति अन्तिमवाक्यस्य अर्थः? अत्र एतादृश प्रक्रिया अस्ति. अत्र अत्र श्रोत्रे वा अथवा आकाशे वा अन्तिमं वाक्यं महोदय. अस्यां च प्रक्रियायाम् इति. आम् आम् तदेव. अत्र एतादृश्यां प्रक्रियायां श्रोतुः समीपे वा अथवा आकाशे वा क्रिया न भवति इति एव स्वीकरणीयम् इति नैयायिकानां मतमस्ति. तत्र दोषः नास्ति इति ते अङ्गीकुर्वन्ति. समीचीनमेव. अस्तु, अग्रे वर्धिनी भगिनी. वर्धिनी भगिनी अस्ति वा? दृश्यते अत्र, परन्तु ध्वनिः नास्ति. अस्तु, अग्रे सरला भगिनी. अस्तु भगिनी, स्वाधिकरणे सजातीयगुणजनकत्वं क्व दृष्टम् इत्युक्ते अधिकरणे यस्य स्व अधिकरणे इन्द्रियस्य अधिकरणे सजातीयगुणजनकत्वं कुत्र दृष्टं? सजातीयगुण यः गुणः सजाती समानः अस्ति तस् गुणजनकत्वं कुत्र अन्ये उदाहरणे अस्ति वा न इति प्रश्नः अस्ति. स्वाधिकरणे इत्युक्ते भवत्या उक्तम् इन्द्रियम् इति खलु? स्व मीन्स् इन्द्रियम् एवं इन्द्रियस्य अधिकरणं किम्? इन्द्रियस्य अधिकरणं यथा श्रोत्रिय इन्द्रिय अधिकरणम् आकाश अस्ति अधिष्ठानं. श्रोतेन्द्रियं कुत्र अस्ति? कर्णे अस्ति खलु. गुणस्य अधिकरणमेव खलु. अस्तु, स्वाधिकरणे इत्युक्ते गुणस्य अधिकरणे. अस्तु, गुणस्य अधिकरणे गुणस्य स्व आश्रय सजातीय गुणजनकत्वं क्व मीन्स् कुत्र दृष्टम् अस्ति. सजातीयगुण इत्युक्ते समानगुण समानः गुणः वा सजातीय इत्युक्ते समाना जातिः खलु. आम्, समानजाति यथा गुणे गुणत्वम् अस्ति तस् जाति समानजाति गुण. कुत्र दृष्टम् इति प्रश्नः किमर्थम् उदेति अत्र? कारणं कि शब्द यद्री प्रक्रिया अस्ति शब्द दशदिशानु शब्दान् उत्पादयति शब्दत्वं शब्दं गुण अस्ति शब्द जनयति इति अन्ये इन्द्रिये अपि इति करोति वा न? अन्य अन्य इन्द्रियेषु अस्ति इति उदाहरणं अधिकरणेषु अधिकरणेषु अत्र गुण उत्पादयति गुणस्य आश्रयः आश्रये गुण वा आश्रये यः गुणः उत्पद्यते तादृशी स्थितिः अन्य कुत्रापि भवति वा इत्युक्ते सजातीयगुणजनकत्वं भवति वा इति प्रश्नः इत्युक्ते शब्दजशब्दः स्थले यः शब्दः उत्पाद्यते प्रथमशब्दात् तौ द्वौ सजातीयौ खलु सजातीयौ तादृशी स्थितिः अन्य कुत्रापि अन्यत्र कुत्रापि वर्तते वा इति प्रश्नः अस्तु अग्रे परिशीलयामः अस्तु पठतु भगिनि केनापि आगतं वा शुकवनं महोदय नमस्ते भगिनि शुकवनम् नमस्ते नमस्ते आम् आं भगिनि सरला भगिनि अस्तु यद्यपि रूपादीनां स्व आश्रये कपाले न रूपो उत्पादकत्वं किन्तु स्व आश्रयकपालजन्ये घटे तत्र कपालरूपस्य द्वितीय असमवायि कारणत्वस्य वक्ष्यमाणत्वात् परन्तु घटगत एकत्वं स्व आश्रये एव द्वित्वं जनयति ज्ञानं न स्व आश्रये एव इच्छादिकं जनयति इति अस्ति दृष्टान्त यद्यपि रूपादीनां स्व आश्रये कपाले रूप गुण अस्ति तस्य आश्रयमस्ति कपाल न रूपो उत्पादकत्वं किन्तु स्व आश्रय कपालजनि घटे यदि यथा वयं दृष्टवन्तः कपालगतरूपं निष्ठ कपाले कपाल आश्रय अस्ति कपाल पुनः घटं जनयति घटस्य घटं घटे समवायसम्बन्धेन रूपम् अस्ति कपालरूपं घटे अस्ति द्वितीयसमवायिकारणत्वं ते स्वसमवायिसमवेतसम्बन्धेन इति भवति किन्तु रूपस्य आशय कपाल अस्ति तत्र द्वितीय गुण रूपं न आगच्छति कपालजन्य घट तत्र रूप जनयति किन्तु कपाले रूपम् अन्य रूपं न आगच्छति परन्तु घटगत एकत्वं स्व आश्रये एव द्वित्वं जनयति यदि घट आश्रय अस्ति घटे एकत्वम् अस्ति एकत्वस्य आश्रय घटम् अस्ति एकस्मिन् आश्रये अन्यगुणद्वित्वमपि जनयति यदि एकघट अस्ति घटस्य आश्रय तस्मिन् आश्रये घटे द्वित्वम् अपि जनयितुं शक्नोति एकस्मिन् आश्रये द्वे गुणे आगच्छति आगच्छत एकत्वम् अपि द्वित्वं तर्हि एकत्वं कथं कारणं भवति कस्य कारणं भवति एकत्वं द्वित्वं प्रति कारण असमवायिकारणं भवति द्वित्वं प्रति असमवायिकारणं कथम् असमवायिकारणं कीदृशम् असमवायिकारणं द्वित्वं प्रति कारण द्वित्वं द्वितीय असमवायिकारणं भवति न द्वितीयविधसमवायिकारणं वा समवायेन स्थित्वा समवायेन सो एकत्वं समवायेन घटे अस्ति घटे समवायिनद्वित्तमपि अस्ति प्रथमविध समवायिकारणं प्रथमविध असमवायिकारणं खलु एकस्मिन् कार्याधिकरणे एव कपालसंयोगः समवायेन स्थित्वा समवायेन जनयति आम् आम् आम् अग्रे अग्रे ज्ञानं च स्व आश्रये एव इच्छादिकं जनयति इति अस्ति दृष्टान्तः ज्ञानं तस्य स्व आश्रये अस्ति आत्मा आत्मनि यदि ज्ञानं उत्पादयति तत्र अपि आत्मनि इच्छा अपि जनयति ज्ञानम् इव ज्ञानम् इच्छा द्वे गुणे अस्ति द्वयोः गुणोः आश्रय एक आत्मा अस्ति ज्ञानस्य आश्रय अपि आत्मा इच्छायाः आश्रय अपि आत्मा अस्ति द्वे गुणे द्वौ गुणौ आत्मनि तिष्ठति तिष्ठतः इति अस्ति अतः किम् अस्ति अत्र वार्ता अस्ति एकं गुण स्व आश्रये कथम् अन्यं गुणं जनयति इत्युक्ते अस्माकं शीर्षकः कः स्वाधिकरणे सजातीयगुणजनकत्वं दृष्टम् इति तर्हि कुत्र दृष्टम् इत्यस्य उत्तरं प्रथमम् आसीत् हा दृष्टं खलु प्रथमम् उदाहरणम् आसीत् घटगतरूपम् इति परन्तु घटगतरूपं तु कपालेन उत्पाद्यते परन्तु घटे एव उत्पाद्यते अत्र समानाधिकरणं नास्ति तर्हि अन्य किमपि उदाहरणम् अस्ति वा हा अस्ति एव एक द्वित्वम् उत्पाद्यते एकस्मिन् अधिकरणे एव इत्युक्ते घटे एव उत्पाद्यते तत्र एकत्वं द्वित्वं जनयति पुनः आत्मनि ज्ञानम् इच्छां जनयति द्वयोः उदाहरणयोः एकस्मिन् अधिकरणे द्वौ गुणौ इति तर्हि अग्रे किं प्रश्नस्य उत्तरं हरि ओम् एकवारं हा अन्य कोऽपि वक्तुम् इच्छति वा सुनील् शुकवनं महोदय कृपया भगिनी सावित्री इदानीमेव आगतवती अस्तु अस्तु अस्माकं समयः अपि परिवर्तितः भगिनी नववादनतः शुकवनं महोदय आं भगिनि किं वक्तव्यम् आम् अत्र का वार्ता इति स्वाधिकरणे आम् स्वजातीयगुणजनकत्वं कुत्र दृश्यते इति अस्तु अस्मिन् परिच्छेदे दत्तमस्ति रूपं तु घटगत कपालगतरूपमेव घटगतरूपस्य कारणम् इति वयं दृष्टवन्तः किन्तु यद्यपि कपालगतरूपं रूपः घटगतरूपस्य कारणं तथापि किन्तु स्व आश्रये इत्युक्ते कपाले तत् रूपं न जनयति किन्तु घटे एव तत् रूपं जनयति इति वार्ता किन्तु एक द्वितीय द्वित्वविषये वा नो चेत् इच्छा इच्छादिकविषये यस्मिन् आश्रये गुणः भवति तस्मिन्नेव आश्रये द्वितीयगुणमपि जनयति इति अत्र तयोः मध्ये भेदः वर्तते. किमर्थमित्युक्ते एकत्वम् एव द्वित्वस्य कारणम्. एकत्वं कुत्र वर्तते? घटे एव वर्तते. द्वित्वमपि कुत्र जायते? घटे एव जायते इति. समीचीनम्. इदानीं पुष्पा भगिनी, स्पष्टं वा? आम् आं भगिनि. अस्तु, अग्रे राजेन्द्रमहोदय. भगिनी, पूर्वस्मिन् परिच्छेदे अहमपि विलम्बेन आगतः. पूर्वस्मिन् परिच्छेदे एकः प्रश्नः आसीत् मम, तत् इदानीं प्रष्टुं शक्यते वा? अनन्तरम् अवश्यम् अवश्यम् अवश्यम्. तत्र स्वं परितः सर्वासु दिक्षु दशशब्दान् उत्पादयति इति दत्तमस्ति किल तृतीयवाक्ये पूर्वस्मिन् परिच्छेदे. तत्र पूर्वं वयं दृष्टवन्तः वक्तुः मुखं यद्देशे वर्तते ताल्वादि अभिघातैः तद्देश अवच्छेदेनैव आकाशः शब्दोत्पत्तिः भवति इति. यत्र अभिघातः भवति तत्र एव शब्दः उत्पद्यते, तत्र एव तिष्ठति इति वयं अधीतवन्तः. किन्तु अत्र किं वदति? सर्वासु दिक्षु दशशब्दान् उत्पादयति इति. कथं ततः किञ्चित् अग्रिमदेशे शब्दम् उत्पादयति इति क्रियां विहाय कथं तद् भवति इति मम प्रश्नः आसीत्. तदेव सुनील् महोदयस्य प्रश्नः अपि आसीत्. तस्य उत्तरम् उत्तरम् इत्युक्ते अत्र मया उक्तं यत् यथा गुणोत्पत्तिः भवति द्रव्ये, द्वितीयक्षणे गुणोत्पत्तिः भवति. तत्र तु उत्पत्तिः भवति परन्तु क्रिया न जायते. क्रियां विना गुणोत्पत्तिः भवति. तथैव अत्रापि यः शब्दः, यः वक्तुः मुखदेशे उत्पाद्यते, अग्रिमक्षणे शब्दात् प्रथमात् शब्दात् अन्यः शब्दः दशशब्दाः उत्पाद्यन्ते. किन्तु प्रश्नः क्रियां विना गुणः कथम् उत्पादयते इति प्रश्नः न. मम प्रश्नः वक्तुः मुखम् एकस्मिन् देशे अस्ति, श्रोतुः श्रोत्रम् अन्यत्र देशे अस्ति. यदा शब्दः इति गुणः जायते, पूर्वदेशसंयोगनाशः, उत्तरदेशसंयोग संयोगः, तादृशं विभागः, एतत् सर्वं न भवति चेत् एकस्मिन् देशे यत् गुणः अस्ति तत् अन्यस्मिन् देशे न प्राप्तुं शक्यते. किमर्थम् इत्युक्ते यत्र शब्दः उत्पाद्यते तत्र एव तत् तिष्ठति. इदानीं ततः विभागः तस्मिन् विभागः जायत्येव, तदनन्तरं पूर्वदेशसंयोगनाशः भवति, तदनन्तरम् उत्तरसंयोगः भवति इति प्रक्रियां वयं दृष्टवन्तः. तादृशम् एकस्मिन् देशात् अन्यस्मिन् देशपर्यन्तं गच्छेत् इति चेत् क्रिया भवेत् एव किल. तदेव मम प्रश्नः. अत्र संयोगः इत्युक्ते गुणस्य संयोगः आकाशेन सह भवति वा? अन्य नास्ति. शब्दः तु आकाशस्य गुणम् इति कृत्वा समवायेन वर्तते. समवायेन वर्तते. तर्हि तत्र संयोगस्य वार्ता किमर्थम्? किन्तु आम् सत्यमेव, यद् भवती वदति तत्तु चिन्तनीयविषयमेव, किन्तु वक्तुः मुखम् एकस्मिन् देशे अस्ति, श्रोतुः श्रोत्रम् अन्यस्मिन् देशे अस्ति इति कृत्वा इतः आरभ्य ततः गन्तव्यं चेत् तत् कथं समवायेन वर्तते इति चेत् तत्र अग्रिमक्षणे स्वस्य दशसु दिक्षु शब्दान् उत्पादयन्ति एवमेन क्रमेण इति उक्तमस्ति किल, तादृशक्रमस्य आवश्यकता नास्ति. यदा एकस्मिन् देशे शब्दः उत्पाद्यते तत्तु समवायेन वर्तते आकाशे, साक्षात् श्रोतुः मुखम् अग्रिमक्षणे एव, अग्रिमक्षणे नास्ति तस्मिन् क्षणे एव भवितुमर्हति किल. अहं चिन्तयामि यदा यथा यः कोऽपि वदति कोऽपि शब्दः करोति अग्रिमक्षणे किञ्चित् रिलेटिव् अस्ति, यदि श्रोतुः कपि कुत्रापि दूरे अस्ति प्रायः न शृणोति, समीपे अस्ति प्रायः शृणोति. अहं चिन्तयामि तत् यः दशसु दिशु दिक्षु यत् शब्दान् उत्पादनं भवति तत् झटिति ही भवति, तत् कोऽपि तत्र बहु समयः न आवश्यकी तत्, परन्तु श्रोतुन्द्रियं कुत्र अस्ति, कियत् दूरम् अस्ति, तत् कारणात् तत्र श्रोतुः इन्द्रिय प्रति गच्छति अथवा न गच्छति, तत् शृणोति वा न शृणोति, तत्तु रिलेटिव् अस्ति, तत् निश्चयेन न वक्तुं शक्नुमः. परन्तु यदि श्रोतुः श्रोतुं शक्नोति तत्तु तत् समीपे प्रायशः अस्ति, परन्तु झटिति ही भवति किञ्चित् यदि तत् वक्तुं शक्नुमः, झटिति भवति तत्र दशसु दिशु शब्दान् उत्पादयति. अत्र पूर्वम् अस्माभिः दृष्टं कश्चन सम्बन्धः वर्तते येन प्रत्यक्षं जातं खलु, अतः समीपे एव श्रोता अस्ति चेत् केनचित् सम्बन्धेन एव प्रत्यक्षं भवेत्, कीदृशसम्बन्धः इति प्रश्नः. अत्र शुकवनमहोदयस्य प्रश्नः अस्ति यत् एकस्मिन् स्थाने यः शब्दः उत्पाद्यते तस्मिन्नेव स्थाने वा तस्मिन्नेव स्थले दशशब्दान् अपि उत्पादयन्ति, कथं दशदिक्षु गच्छन्ति वा दशदिक्षु उत्पादयन्ति इति प्रश्नः, अन्यस्मिन् स्थले कथं कथम् उत्पत्तिः भवति इति प्रश्नः खलु महोदय? आम्, अन्यस्मिन् श्रोतुः मुखं श्रोतुः श्रोत्रं पर्यन्तं कथं गच्छति गच्छति इति न प्राप्यति, यत्किमपि वदतु तत्र उत्पत्तिः कथं क्रमेण तादृशं भवति इति. हा, तस्य उत्तरं नास्ति महोदय अत्र. अस्तु भगिनि, तादृशचिन्तनम् आसीत् चेत् किम् इति तावदेव. वायुना गच्छति इति वक्तुं शक्नुमः वा? वायुना गच्छति इत्युक्ते इत्युक्ते अत्र इत्युक्ते क्रियायाः निर्देश सूचनं खलु, परन्तु क्रिया एव नास्ति अत्र. अत्र गन्धस्य प्रत्यक्षस्थले सुरभिगन्धः अस्ति, पुष्पकणः अस्ति, अत्र पार्थिववस्तु इति वयं जानीमः, परन्तु तत्रापि उत्तरदेशतः अन्यदेशपर्यन्तं गच्छति, अत्रापि वायुना एव किल. परन्तु अत्र शब्दः तु क्रियाहीनः खलु, शब्दः कथं गन्तुं शक्नोति, सः तु आकाशीयः इति. आम्, शब्दः आकाशे वर्तते, आकाशः विभुः. आम्, शब्दः गुणः, गन्धः स्वयं न गच्छति, कणाः गच्छन्ति, तेषु गन्धः अस्ति. अत्र शब्दः अपि गन्धवत् गुणः अस्ति, गुणस्य गमनं न भवति. परन्तु गुणोत्पत्तिः भवति क्रमेण भवति श्रोत्रेन्द्रियं पर्यन्तं गुणोत्पत्तिः भवति इति वार्ता, परन्तु कथं क्रमेण भवति इति अत्र विवरणं नास्ति. तत् एकः प्रश्नः. अपि च द्वितीयप्रश्नः इदानीमेव आगतं यत् भवत्या सूचितं शब्दः तु गुणः आकाशे समवायेन वर्तते इति कृत्वा श्रोत्रमपि आकाशम् इति कृत्वा अपि च आकाशः विभुः एकम् एकः इति कृत्वा यस्मिन् देशे अपि शब्दः जायते तत्तु सर्वत्र भवेत् तस्मिन् क्षणे एव. महोदय तदेव मम चिन्तनं, सुगवर्ण महोदय यद् भवान् उक्तवान् तदेव मम चिन्तनं. यत्र कुत्रापि अहम् अत्र अस्मि, भवान् बहु दूरे अस्ति चेत् न श्रूयते चेत् तत्र बाधकाः सन्ति, तदर्थं न्यूनी जाता इति चिन्तयितुं शक्नुमः. यत्र कुत्रापि शब्दः भवेत् आकाशे भवति सर्वत्र गच्छेत् एव. यत्र न श्रूयते इति वदामः तत्र किमपि बाधकः अस्ति, स्थलस्य बाधकः अथवा तादृश. तदेव मम चिन्तनम् आसीत् पूर्वं, परन्तु अत्र पठित्वा किञ्चित् क्लेशः जातः. यदि भवती यद् भवती वदति तत् समीचीनम् इति अहं चिन्तयामि. तादृशं प्रक्रियां स्थापयामश्चेत् एकस्मिन् देशे शब्दः उत्पद्यते चेत् तत् सर्वत्र भवत्येव, किन्तु न श्रूयते किमर्थम् इत्युक्ते तत्र किमपि प्रतिबन्धकम् अस्ति. महोदय एकवारं सर्वं हरि ओम् न श्रूयते भगिनि, न श्रूयते वा? इदानीं श्रूयते, वदतु. अस्तु अस्तु, एकवारं एतादृशः चिन्तनम् अभवत् पूर्वं खलु, शब्दस्य विषये आकाशे यत्र कुत्रापि भवतु सर्वत्र गच्छति. उदाहरणम् आसीत् अस्मिन् देशे USA मध्ये वदामि चेत् भारतदेशे अपि श्रोतुं शक्यते, किमर्थं न इति मम चिन्तनम् अस्ति, अथवा मम भ्रमः वा. एकवारं चर्चा जाता आकाशः एकः इति कृत्वा तस्मिन् यत्किमपि भवति अन्य कुत्रापि आकाशे तदेव श्रूयते वा शब्दः चेत् सर्वत्र श्रूयते इति आसीत्, तादृशी चर्चा आसीत् पूर्वं. परन्तु विस्तरेण प्रक्रिया का इति न दृष्टम्. अपि च तत्रापि सावित्री भगिनी, शब्द आकाशयोः मध्ये समवायसम्बन्धः अस्ति, तत् समवायसम्बन्धे किमपि प्रतिबन्धकं वक्तव्यं, तादृशप्रक्रियामपि वयम् एतावत्पर्यन्तं न पठितवन्तः. तयोः मध्ये समवायसम्बन्धः अस्ति, तयोः मध्ये प्रतिबन्धकः वर्तते इति वयं पठितवन्तः. आमामां सत्यं, न पठितवन्तः परन्तु चिन्तनीयं. कालस्य प्रतिबन्धकः भवतु अपि च अन्ये द्रव्याणि अपि प्रतिबन्धकाः भवितुम् अर्हन्ति इति मम चिन्तनम् आसीत् तदा. यथा वयं चर्चयामः अत्र, एकवारं शब्दं स्थापयामि चेत् सर्वदा भवतु अपि खलु, कालस्य प्रतिबन्धकः अपि भवतु, नो चेत् सर्वदा भवतु. समवायेन भवति चेत् तस्य नष्टः नाशः कथं वा भवेत्? न, तत्र यदा वयं शब्द आकाशस्य एव नित्यत्वं वयं स्वीकृतवन्तः, न तु शब्दस्य. शब्दः उत्पादनं भवति इति अङ्गीकुर्मश्चेत् तत्र नष्टः अपि अङ्गीकार्यमेव, तत्र किमपि क्लेशः. परन्तु न दोषः अस्ति, समवाये अस्ति चेत् कथं नाशयामः? उत्पादनम् अपि सर्वदा अस्ति इति तत्पूर्वं बहुवारं बहु मासपूर्वं तस्य उदाहरणम् अहं नित्यमेव अनित्यम् अनित्यमेव परमाणुषु ये गुणाः ते नित्याः आम् परन्तु अवयवनी यः गुणः अस्ति तत्तु अनित्यः एव परन्तु आकाशे परमाणवः न सन्ति नित्यः तस्य गुणः अपि नित्यः नित्यः एव तर्हि शब्दः नित्यः इति वा शब्दः नित्यः इति चेत् तस्य उत्पादनं कथम् तदेव प्रश्नः शब्दः अनित्यः आम् अपि च सावित्री भगिनी क्रिया तस्य नाशः अपि वयं स्वीकुर्वन्ति किल यदा एकस्मिन् क्षणे क्रिया जायते ततः चतुर्थक्षणे तस्य नाशः भवति इति वयं स्वीकृतवन्तः तादृशं शब्दस्यापि नाशं स्वयमेव भवेत् तावदेव तस्य शक्तिः इति क्रियानाशस्य कारणं किम् क्रियायाः प्रक्रिया आसीत् खलु प्रक्रिया नास्ति किन्तु किं वयं वदामः यदा क्रिया जायते तत् चतुर्थक्षणे तस्य नाशः भवत्येव तावदेव तस्य शक्तिः चतुर्थ प्रत्येकं क्रिया प्रत्येका क्रिया चतुर्थक्षणे नश्यति स्वीकृतम् चतुर्थक्षणे इत्युक्ते तत्र विभागः संयोगनाशः भवति येन क्रियाया नूतनसंयोगः भवति तदनन्तरमेव क्रियानाशः खलु आम् प्रथमक्षणे क्रिया जायते द्वितीयक्षणे विभागः जायते तृतीयक्षणे पूर्वदेश संयोगनाशः भवति चतुर्थक्षणे उत्तरदेशसंयोगः भवति तस्मिन् क्षणे एव क्रियायाः नाशः अपि भवितुम् अर्हति इति कृत्वा नैयायिकाः किं कीदृशं स्वीकृतवन्तः क्रिया यस्मिन् क्षणे जायते तस्मात् चतुर्थक्षणे निश्चयेन तस्य नाशः भवति अस्तु तर्हि भवतः आशयः कः अत्र एवमेव शब्दः यदा जायते प्रायः स्वल्पकाले एव तस्य नाशः स्वयमेव भवति इति तावदेव तस्य कालम् इति न महोदय अहं चिन्तयामि तथा न भवति या क्रिया भवान् उक्तवान् तत्र तस्मिन् क्षणे क्रिया जायते शब्द उत्पादन तथा अत्र न भवति अहं चिन्तयामि अस्तु अहं महोदयं पृच्छामि शब्दनाशः कदा भवति इति अग्रे अग्रे पठेम अस्तु सावित्री भगिनी पठति वा कुत्र भगिनि ननु घटगत इति आरभ्य अस्तु ननु घटगत एकत्वेन स्वविजातीयं द्वित्वम् एव त्वाश्रये उत्पादितम् एकत्वे हि एकत्वत्वं जातिः द्वित्वे द्वित्वत्वम् एवं ज्ञानमपि स्वविजातीयाम् इच्छामेव स्वाश्रये आत्मनि जनयति न सजातीयं ज्ञानम् तावत्पर्यन्तं भगिनि अस्तु पूर्वं किम् आसीत् किञ्चित् न जानामि परन्तु अत्र यदुक्तमस्ति सारांशत्वेन शुकवनमहोदय उक्तवान् घटगत एकत्वेन स्वविजातीयं द्वित्वम् एव स्वाश्रये उत्पादितं पूर्वस्मिन् परिच्छेदे वयं दृष्टवन्तः एकत्वं तु घटे भवति, सः एव कारणं भवति द्वित्वस्य, द्वित्वस्य यथा ज्ञानमपि स्वाश्रये स्थित्वा इच्छादिकं जनयति. परन्तु अत्र लिखितमस्ति घटगत एकत्वेन स्वविजातीयं द्वित्वम् एव स्वाश्रये उत्पादितम्. किञ्चित् विपरीतरीत्या लिखितमस्ति अत्र, घटगत एकत्वं तु स्वविजातीयं द्वित्वं जनयति, न तु स्वजातीयं सजातीयं. किमर्थं चेत् एकत्वस्य जातिः भवति एकत्वत्वम्, अपि च द्वित्वस्य द्वित्वस्य जातिः भवति द्वित्वत्वम्. द्वयोः भिन्नौ जातीः, जाती खलु, द्वे भिन्ने जाति, तदर्थं ते स्वविजातीय गुणं जनयति अत्र. एवमेव ज्ञानमपि, ज्ञानस्य अपि जातिः भवति ज्ञानत्वं प्रायः, अपि च इच्छा यत्किमपि भवति तस्य जातिः भिन्नः भवति इति लिखितमस्ति अत्र. इच्छायाः जातिः का? इच्छात्वम्. इच्छात्वम् इति ज्ञाने अपि च अग्रिमे वाक्ये लिखितं पठ्यते. अस्तु, वर्धनी भगिनी अस्ति वा? प्रायः न. अस्तु, शुकवन महोदय. ज्ञाने अपि च ज्ञानत्वम् इच्छायाम् इच्छात्वम्. तत्पूर्वं भगिनी द्वितीयवाक्यं किञ्चित् प्रतिपादयतु, मया न सम्यक् अवगतम्. एवं ज्ञानमपि इति तृतीयवाक्यम् अत्र अन्तिमवाक्यम्, एवं ज्ञानमपि इति वाक्यमस्ति किल, तत् किञ्चित् प्रतिपादयतु. कः करोति वा? या कोऽपि सावित्री भगिनी वदतु कृपया. अस्तु, यथा एकत्वम् एकत्वस्य जातिः भिन्नः तथा अथवा द्वित्वस्य एकत्वस्य अपि च द्वित्वस्य जाते भिन्ने, तथैव ज्ञानम् अपि च इच्छा द्वयोः स्वजातीयगुणः नास्ति इति सारांशत्वेन. एवमेव ज्ञानमपि स्वविजातीयम् इच्छाम् एव स्वाश्रये आत्मनि जनयति, न सजातीयं ज्ञानम्. ज्ञानस्य जातिः ज्ञानत्वम्, इच्छायाः जातिः इच्छात्वम्. तदर्थं यतोहि उपरि लिखितमस्ति ज्ञानं स्वाश्रये इच्छा कृतिः प्रयत्नः यत्किमपि अस्ति तत्सर्वं जनयति, परन्तु अत्र लिखितमस्ति स्वविजातीयगुणम् उत्पादयति, न तु सजातीयगुणम् इति लिखितमस्ति. बुद्धं भगिनि, धन्यवादः. इदानीं अग्रे पठामि. ज्ञाने अपि च ज्ञानत्वम् इच्छायाम् इच्छात्वम् इति तयोः मध्ये जातेः भेदः वर्तते इति कृत्वा तौ विजातीयौ इति भवति. न च गुणत्वजातिमत्वं सर्वेषां पूर्वोक्तानां तुल्यम् इति न दोषः इति वाच्यम्. तावत्पर्यन्तं महोदय. न च गुणत्वजातिमत्वं सर्वेषां पूर्वोक्तानां तुल्यमिति न दोष इति वाच्यम्. इदानीं गुणत्वजाति गुणत्वम् इति अपि वक्तुं शक्नुमः, जाति इति तत्र ज्ञानत्वम् अपि च इच्छात्वं द्वयमपि द्वौ गुणौ इति कृत्वा इच्छात्वम् इति गुणेन खलु ज्ञानं, क्षम्यतां, ज्ञानं अपि च इच्छा द्वौ अपि गुणौ ज्ञानत्वम् अपि च इच्छात्वं द्वौ अपि जाति जातौ वा जाति द्वौ अपि जाति दीर्घ द्वे जाति द्वे जाति तयोः जातिमत्वम् अस्ति किन्तु कीदृशजातिमत्वम् इत्युक्ते गुणत्वजातिमत् जातिमत्वम् अस्ति सः गुणत्वजातिमत्वं तयोः स्तः इति कृत्वा सर्वेषां पूर्वोक्तानां तुल्यं न दोष इति न वाच्यम् सर्वेषां पूर्वोक्तानाम् इत्युक्ते अत्र न्यायशास्त्रस्य शैली अस्ति भाषाशैली अस्ति न न वाच्यं न इत्यस्य अन्वयः कुत्र वाच्यम् इति वाच्यम् इत्यनेन भवति अस्तु तर्हि गुणत्वजातिमत्वं सर्वेषां पूर्वोक्तानां तुल्यम् इति न दोषः इति वाक्यं कस्य वाक्यम् अस्ति प्रतिपक्षिणः वाक्यम् अस्ति इदानीं वदतु प्रतिपक्षी किं वदति हां तत्रैव सर्वेषां पूर्वोक्तानां तुल्यम् इति मया न अवगतं तत्र सर्वेषां तावत् किं पूर्वोक्तः इत्युक्ते कपालगतरूपं घटगतरूपं जनयति पुनः द्वितीयम् उदाहरणं तृतीयम् उदाहरणं तेषु उदाहरणेषु अस्तु प्रथम उदाहरणे तु सजातीयगुणजनकत्वं नास्ति एव किमर्थम् इत्युक्ते अन्यस्मिन् अधिकरणे भवति घटगतरूपं परन्तु द्वितीयं द्वित्वं वा इच्छाविषये एकस्मिन् अधिकरणे एव गुणजनकत्वं भवति अपि तु गुणत्वम् इति जातिः गुणेषु वर्तते एतु उदाहरणेषु इति कृत्वा सर्वेषां पूर्वोक्तानाम् इत्युक्ते पूर्वोक्तानां गुणानां तुल्यम् इति ये के गुणाः सन्ति पूर्वं गुणानाम् उदाहरणानि उक्तानि द्वित्वम् अपि तु इच्छा द्वित्वं तु घटे घटाश्रये भवति एकत्वेन भवति पुनः इच्छा आत्मनि भवति ज्ञानेन सह ज्ञानेन जन्यते इति अस्ति एकस्मिन् अधिकरणे तर्हि ये गुणाः पूर्वम् उक्ताः तेषां तुल्यम् अस्ति वा पूर्वपक्षी तु वदति तेषां ते तुल्यं ते तुल्याः गुणाः इति किमर्थम् ते इत्युक्ते अत्र द्वित्वम् अपि च इच्छा इति वा हा हा तयोः मध्ये तुल्यत्वम् अस्ति इति पूर्वपक्षी वदति वा तयोः मध्ये इत्युक्ते एकत्वं द्वित्वम् इति एकम् उदाहरणं द्वितीयम् उदाहरणं ज्ञानम् इच्छा इति तेषु इत्युक्ते ज्ञाने अपि तु इच्छायां गुणत्वम् इति जातिः वर्तते इति कृत्वा पुनः एकत्वे अपि तु द्वित्वे गुणत्वम् इति जातिः वर्तते अतः सजातीयः सजातीयाः गुणाः इति प्रतिपक्षी वदति अवगतं वा? तत्र दोषः दोषः किं तर्हि प्रतिपक्षि वदति गुणत्वजातिमत्वं सर्वेषां पूर्वोक्तानां तुल्यम् इति न दोषः, तुल्यम् इति वक्तुं शक्यते इति प्रतिपक्षि वदति, तत्र कोऽपि दोषः नास्ति इति प्रतिपक्षि वदति. हा इदानीं भवानेव अन्य कोऽपि वक्तुम् इच्छति वा? सरला भगिनी प्रयत्नं करोति वा? अस्तु, गुणत्वम् आदाय जाति गुणत्वं जाति आदाय द्वित्वे अपि इच्छायां गुणत्वम् अस्ति. गुणत्वं जाति सामान्यजाति अस्ति किन्तु इदानीं नूतनं प्रक्रिया दत्तम् अस्ति गुणत्वम् आदाय. पूर्वं द्वित्वम् एकत्वम् एकस्मिन् अधिकरणे दत्तम् अस्ति, इदानीं गुणत्वं जाति आदाय एकस्मिन् अधिकरणे सन्ति स्तः. द्वित्वम् एकत्वम् इति अपि इच्छा ज्ञानं द्वे गुणे अस्ति, द्वयो गुणोः गुणत्वम् अस्ति. सो एतत् दोषः नास्ति इति वाच्य इति प्रतिपक्षे वदति. तर्हि सिद्धान्ती वदति न न तत्तु तस्मिन् वाक्ये दोषः अस्ति, न वक्तव्यं, तत् न वक्तव्यम् इति सिद्धान्ती वदति. स्पष्टं वा? ओ इत्युक्ते इदानीं चर्चा विजातीयः वा सजातीयः वा इति प्रायः तत्र यद्यपि एकत्वे एकत्वम् एकत्वे एकत्वत्वम् इति जातिः अस्ति, द्वित्वे द्वित्वत्वम् इति जातिः अस्ति, किन्तु तयोः मध्ये सामान्यमस्ति गुणत्वम् इति जातिः इति कृत्वा तौ सजाती तौ सजातीयौ इति पूर्वपक्षी वदति, किन्तु तादृशं न वक्तव्यम् इति सिद्धान्तिः वदति. तदेव स्पष्टं वा सुनील महोदय? अहम् आगच्छामि. वदति वा? अत्र उदाहरणद्वयमस्ति, अत्र एकत्वं द्वित्वम् इति. अतः एतत् प्रथम उदाहरणं, द्वितीयमस्ति ज्ञानम् इच्छा इति. तत्र गुणत्वं समानमिति अस्ति अत्र एकत्वे च द्वित्वे गुणत्वं समानमेव इति, ज्ञाने च इच्छायामपि गुणत्वं समानमेव अस्ति. एकैकं स्वीकुर्मः चेत् तत्र एकैकगुणत्वम् अस्ति, परन्तु एकत्वे च द्वित्वे समानगुणत्वम् अस्ति, ज्ञाने च इच्छायां समानगुणत्वम् अस्ति इति प्रतिपक्षी वदति, परन्तु तादृशं तुल्यम् इति न स्वीकरोतु इति सिद्धान्तिः वदति. हा समीचीनम्. इत्युक्ते एतैः उदाहरणैः प्रतिपक्षी वदति यत् सजातीयत्वं सिद्धम् इति. किमर्थम् इत्युक्ते गुणत्वस्य आधारेण सर्वेषु गुणेषु गुणत्वम् अस्ति, गुणत्वम् इति जातिः अस्ति, तेषु भिन्नता एव नास्ति, गुणत्वम् इति सामान्यजातिः अस्ति इति कृत्वा सजातीयत्वं सिद्धम् इति सः वदति. परन्तु सिद्धान्ति वदति न न कस्मिन् वाक्ये दोषः अस्ति, तत् न वाच्यम् इति. अस्तु, अग्रे राजेन्द्रमहोदय. आं भगिनि, गुणत्वेन एकत्वस्य द्वित्वं प्रति ज्ञानस्य इच्छां प्रति जनत्वे तादृश गुणत्वस्य रूपादौ अपि सत्त्वात् तेन अपि द्वित्व इच्छादीनाम् उत्पत्तिप्रसङ्गात् गुणत्वेन यथा उपरि चर्चामासीत् गुणत्वेन एकत्वस्य द्वित्वं प्रति यः तथैव ज्ञानस्य इच्छां प्रति जनकत्वम् अस्ति इत्युक्ते कारणत्वम् एकत्वं तु द्वित्वं प्रति कारणम् अस्ति तथैव ज्ञानमपि इच्छां प्रति कारणम् अस्ति तादृशगुणत्वस्य उपादौ अपि तादृशजनकत्वं कारणं तत् रूपादौ अपि अस्ति तत् तेनपि द्वित्व इच्छादीनाम् उत्पत्तिप्रसङ्गात् उत्पत्तिप्रसङ्गात् द्वित्वम् इच्छादीनां या उत्पत्तिप्रसङ्गात् तत् उत्पत्ति प्रसङ्गात् तत् कारणत्वे तत् सः एकः जाति न अस्ति जातित्वं न स्वीकरणीयं तत्र प्रसङ्गात् इति का विभक्तिः पञ्चमी हा कारणपञ्चमी इत्युक्ते सिद्धान्ते वदति तत् न वक्तव्यं किमर्थम् इत्युक्ते तस्य यथा एकत्वं द्वित्वं प्रति कारणत्वम् अस्ति ज्ञानम् इच्छां प्रति कारणत्वम् अस्ति तत् कारणात् तथा न वक्तव्यम् इत्युक्ते रूपविषये किं भवति तथा अङ्गीकुर्मः चेत् किं भवति रूपविषये कपाले यः रूपः आसीत् सः एव रूपः घटे न अस्ति तत्र किञ्चित् भिन्नः अस्ति तत् दोषः भवेत् कीदृशदोषः अतिव्याप्तिदोषः न एकनिमिषं यदि रूपे तु रूपत्वम् अस्ति रूपे रूपत्वं तत्तु गुणत्वम् एव तर्हि गुणत्वं गुणत्वात् कार्यकारणभावः सिद्ध्यते वा इति प्रश्नः इत्येव समस्या खलु सर्वेषु गुणेषु गुणत्वम् इति कृत्वा इति अङ्गीकुर्मश्चेत् गुणत्वम् इति कृत्वा सर्वे गुणाः सजातीयाः इति वयम् अङ्गीकुर्मश्चेत् तत्र काचित् समस्या भवति का समस्या इत्युक्ते घटे एकत्वं द्वित्वं प्रति कारणं परन्तु घटे तु रूपमपि अस्ति रूपम् अपि द्वित्वं जनयितुं शक्नोति खलु रूपे गुणत्वम् अस्ति इति कृत्वा रूपम् अपि कारणं भवति द्वित्वं प्रति वा रूपे गुणत्वम् इति कृत्वा रूपम् अपि इच्छां प्रति कारणं भवति परन्तु तस्मिन् दोषः अस्ति खलु तद्दोषाय इति कृत्वा तत् न वाच्यम् इति सिद्धान्ती वदति स्पष्टं वा शुकवन महोदय प्रश्नः अस्ति वा नास्ति भगिनि सावित्री भगिनि आं भगिनि अहम् अवगच्छामि अस्तु अग्रे भवती पठति वा अतः अहं वा सावित्री वा आम् अस्तु अतः न गुणत्वेन सजात्यं प्रदर्श्य कार्यकरणभावः वाच्यः किन्तु तदपेक्षया न्यूनवृत्तिधर्मान् आदाय एव आदायैवेति कथं शब्दस्य शब्दजनकता? हा, तावत् पर्यन्तमेव भगिनि. ओ अस्तु. अतः न गुणत्वेन सजात्यं प्रदर्श्य कार्यकारणभावः वाच्यः, किन्तु तदपेक्षया न्यूनवृत्तिधर्मान् आदायैवेति कथं शब्दस्य शब्दजनकता? ओ अस्तु. इदानीं यथा महोदयेन उक्तं, राजेन्द्रमहोदय वा, सः उक्तवान् गुणत्वस्य आधारेण सर्वे गुणाः समानः इति विचिन्त्य सजातीयगुणाः इति न वक्तुं शक्नुमः. किमर्थं चेत् यथा भवती उक्तवती, रूपमपि इच्छां जनयितुं शक्नोति, अथवा रूपमपि एकत्वं द्वित्वम् इति जनयितुं शक्नोति तदा यदा गुणत्वस्य आधारेण गच्छामः चेत्. तदर्थं ते सर्वे सजातीयगुणाः इति न वक्तुं शक्नुमः. गुणत्वं तु बहु उपरि अस्ति, जात्यां बहु उपरि अस्ति. यत् एकत्वस्य द्वित्वस्य निकटं जातिः यदस्ति सङ्ख्यात्वम् इति स्वीकृत्य कार्यकारणभावः प्रदर्शयितुं शक्नुमः. अपि च सजात्यं प्रदर्श्य कार्यकारणभावः वाच्यः इत्युक्ते यत्र अस्ति स्तरः कुत्र अस्ति तस्य निकटमेव या जाती अस्ति तस्य आधारेण सजात्यं प्रदर्श्य कार्यकारणभावस्य प्रदर्शनं कर्तुं शक्नुमः. एकत्वं द्वित्वं जनयितुं शक्नोति. किमर्थम् एकत्वम् अपि च द्वित्वं सजातीयगुणाः? किमर्थं चेत् ते द्वयोः सङ्ख्यात्वम् इति जातिः अस्ति. भगिनी, न अत्र एकत्वं द्वित्वं जनयति, एकत्वे का जातिः? एकत्वम् अस्ति, परन्तु तदुपरि सङ्ख्यात्वमपि अस्ति. परन्तु एकनिमिषं, सङ्ख्यात्वम् अस्ति इति कृत्वा द्वित्वं त्रित्वं जनयितुं शक्नोति वा एकनिमिषं, प्रायः न. सङ्ख्याविषये तु समीचीनमेव, अत्र यद् लिखितमस्ति तावदेव लिखितमस्ति खलु. गुणत्वेन सजात्यं प्रदर्श्य कार्यकारणभावः वाच्यः, न गुणत्वेन सजात्यं प्रदर्श्य कार्यकारणभावः वाच्यः, किन्तु तदपेक्षया तत्र तद् इत्युक्ते यः गुणः तस्य चर्चा एकत्वस्य अथवा द्वित्वस्य खलु, अथवा तस्य जातीयविषयः वा एकत्वस्य तदेव अहं चिन्तयामि. एकत्वं द्वित्वं प्रतिकारणं भवति, परन्तु संख्या तु इतोपि अधिकस्तरे अस्ति. न्यूनातिन्यूनजातिः एव स्वीकार्या इति मम न्यूनातिन्यूनजातिः स्वीकार्या इत्युक्ते एकत्वं द्वित्वत्वं द्वयोः समानौ जातौ जाति न न परन्तु कार्यकारणभावः एव अत्र तस्य प्रदर्शनमेव आवश्यकः आवश्यकं खलु. परन्तु कथं वा सजात्यम् इति वक्तुं शक्नुमः? सजात्यं न इत्युक्ते सजात्यं प्रदर्शनार्थं मम चिन्तनम् अस्ति. एकत्वं द्वित्वं जनयति, परन्तु एकत्वं द्वित्वं द्वयोः समानौ जाति न खलु. सजात्यां प्रदर्श्य कार्यकारणभावः न वाच्यः. अस्तु अस्तु, भवती यदुक्तवती तत् सम्यक् अस्ति प्रथमवाक्ये. अनन्तरं किन्तु तदपेक्षया न्यूनवृत्तिधर्मान् आदायैवेति कथं शब्दस्य शब्दजनकता? इतोपि अग्रे पठनीयं भगिनि, नो चेत् वर्गे तु एतावत् पर्यन्तमेव पठितमासीत्. ओ अस्तु अस्तु. इतोपि अधिक अधिकविषयः अस्ति. किमर्थं चेत् तदपेक्षया, तदपेक्षया इत्युक्ते गुणत्वस्य अपेक्षया वा एकत्वत्व द्वित्वत्वस्य अपेक्षया वा, तद् इति किं तत्र इत्युक्ते गुणत्वस्य अपेक्षया, गुणत्वस्य अपेक्षया न्यूनवृत्तिधर्मान् इत्युक्ते एकत्वत्वम् अपि च द्वित्वत्वम्. आम् आम् तदेव न्यूनवृत्ति धर्मम् इति करणीयम्. आम् इत्युक्ते गुणत्वाधारेण सजात्यगुणोत्पत्तिः न वक्तव्यः, न्यूनवृत्तिधर्मान् आदाय एव कार्यकारणभावः स्वीकर्तव्यः इति. अत्र गुणत्वम् इति अधिकवृत्तिधर्मः. आम् सत्यम्. यदि गुणत्वं स्वीकृत्य तदपेक्षया संख्यात्वं न्यूनवृत्तिधर्मः, तदपेक्षया एकत्वं इतोपि न्यूनवृत्तिधर्मः. परन्तु अत्र एकस्मिन् प्रायः अग्रे गत्वा अत्र वार्ता का शब्देन शब्दः शब्दः यः पुनः कञ्चित् शब्दं जनयति तौ द्वौ द्वौ सजातीयौ इति इति तर्कः. तत्र जनयति इति कृत्वा कार्यकारणभावः एव अस्तु अस्तु प्रायः यद्भवति वदति तदेव सत्यम्. अतः कार्यकारणभावस्य साधनार्थं न्यूनातिन्यून न्यूनवृत्तित्वमेव अपेक्षते इति. अस्तु अत्र प्रश्नः अस्ति वा? पुष्पा भगिनी, वर्धनी भगिनी प्रायः नास्ति वर्गे. किञ्चित् अतः न गुणत्वेन तत् सम्पूर्णत्वेन न अवगच्छामि. अस्तु प्रथमं वाक्यं वा सम्पूर्णं वाक्यम्? अस्तु सुनील महोदय प्रयत्नं करोति वा? अत्र केवलं गुणत्वेन गुणत्वस्य सजात्यं स्वीकृत्य कार्यकारणभावः न वाच्यः इति अस्ति. इत्युक्ते अत्र गुणत्वस्य अपेक्षया अस्मिन् उदाहरणे न्यूनवृत्तित्वम् अस्ति अत्र एकत्वम् इति स्वीकुर्मः चेत् अतः न्यूनवृत्तिधर्मः अस्ति अतः तद् स्वीकृत्य शब्दस्य शब्दजनकता कथं भवति इति प्रश्नः अत्र. इत्युक्ते कार्यकारणभावं भावः किमर्थं प्रमुखः विषयः अत्र, शब्देन शब्दः कथम् उत्पाद्यते इति प्रश्नः. तर्हि तत्र कार्यकारणभावः एव प्रदर्शनीयः खलु? परन्तु गुणत्वस्य आधारेण तादृशकार्यकारणभावः न प्रदर्शयितुं शक्नुमः. किमर्थम् इत्युक्ते गुणत्वम् इति अधिकवृत्तिधर्मः. गुणत्वम् अस्ति इति कृत्वा रूपे तु गुणत्वम् अस्ति, तर्हि रूपम् एक द्वित्वम् अपि जनयितुं शक्नोति वा इच्छामपि जनयितुं शक्नोति, परन्तु वस्तुतः न भवति एकत्वमेव द्वित्वं जनयितुं शक्नोति, न तु रूपम्। अतः विशिष्टगुणं स्वीकृत्य एव कार्यत्वं प्रदर्शयितुं शक्नुमः। अतः एव न्यूनवृत्तिधर्ममेव स्वीकरणीयम् इति। स्पष्टं वा भगिनि? अस्तु भगिनि। भगिनि, तत्र न्यूनजाति धर्मानेव स्वीकृत्य तस्य वदनस्य आवश्यकता अस्ति वा? एकत्वं द्वित्वत्वं न जनयति, एकत्वं द्वित्वं जनयति। इत्युक्ते धर्मस्य का आवश्यकता इति वा प्रश्नः? आम्, इत्युक्ते सजातीयौ इति एव तर्कः खलु। शब्दः शब्दे शब्दत्वं, पुनः शब्दः इति कार्ये शब्दत्वम्। तादृशी स्थितिः अन्य कुत्रचित् वर्तते वा इत्येव इत्युक्ते आरभते। परन्तु तथा वदामः चेत् एकत्वं तु एकत्वम् एव जनयेत्, द्वित्वं द्वित्वम् एव जनयेत्। शब्दविषये तु भिन्नः, अग्रे विवरणम् आयाति। अस्तु भगिनि। भगिनि, एकत्वं कथम् एकत्वं जनयति? तत् कोऽपि कथं चिन्तयामि, कुत्रापि कार्यकारणभावः न अस्ति। एकत्वम् एकत्वम् अस्ति, एकत्वं जनयति इति न वक्तुं शक्नुमः। पुनः महोदय, प्रश्नः न अवगतः। पुनः एकत्वम् एकत्वं न जनयति, एकत्वं द्वित्वं जनयति। आम् आम्, द्वित्वमेव जनयति। आम् जनयति, सा तु सा जाति न आसीत् तत्कारणतः। गुणत्व आधारेण न वक्तुं शक्नुमः, सा जाति न अस्ति यथा यथा तत्र। आम्, सिद्धान्तिनः तर्कः एव अयमस्ति खलु। आम् आम् आं भगिनि। अस्तु, तर्हि विरमामः वा? धन्यवादः भगिनि। हा, शुभरात्रिः। धन्यवादः, शुभरात्रिः।